पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 30 नारद उवाच ब्रह्मन् संवत्सराख्यस्य दीपस्य विधिमुत्तमं सर्वव्रतप्रधानस्य माहात्म्यं प्रवदस्व मे येन व्रतानि सर्वाणि कृतान्येव न संशयः सर्वकामसमृद्धिश्च सर्वपापक्षयो भवेद् महादेव उवाच वदामि तव देवर्षे रहस्यं पापनाशनं यच्छ्रुत्वा ब्रह्मः गोघ्नो मित्रघ्नो गुरुतल्पगः विश्वासखादी क्रूरात्मा मुक्तिमाप्नोति शाश्वतीं शतं कुलानामुद्धृत्य विष्णोर्लोकं स गच्छति तदहं कथयिष्यामि दीपव्रतमनुत्तमं संवत्सरप्रमाणस्य विधिं माहात्म्यमेव च हेमं ते प्रथमे मासि प्राप्य ह्येकादशीं शुभां ब्राह्मे मुहूर्ते चोद्धाय कामक्रोधविवर्जितः नदीसङ्गमतीर्थेषु तडागेषु सरित्सु च स्नानं समाचरेत्तत्र गृहे वा नियतात्मवान् स्नादोऽहं सर्वतीर्थे तस्नानं देहि मे सदा स्नानमन्त्रः देवान् पितृंश्च सन्तर्प्य कृतजप्योजितेन्द्रियः तद सम्पूजयेद्देवं लक्ष्मीनारायणं प्रभुं पञ्चामृतेन संस्नाप्य ततो गन्धोदकेन च स्नातोऽसि लक्ष्म्या सहितो देवदेव जगत्पदे मां समुद्धर देवेश घोरात् संसारबन्धनाद ततः सम्पूजयेद्देवं लक्ष्म्या सह जनार्दनं मन्त्रैस्तु वैदिकैर्भक्त्या तथा पौराणिकैरपि अधो देवेदि गन्धादि पौरुषेणापि वा पुनः नमो मत्स्याय देवाय कूर्मदेवाय वै नमः नमो वाराहदेवाय नरसिंहाय वै नमः नमोऽस्तु बुद्धदेवाय कल्किने च नमो नमः नमोऽस्तु रामदेवाय विष्णुदेवाय ते नमः नमः सर्वात्मने तुभ्यं शिर इत्यभिपूजयेत् केशवादीनि नामानि तैर्वा सम्पूजयेद्धरिं वनस्पतिरसो दिव्यसुरभिर्गन्धवाञ्चुचिः धूपोऽयम् देवदेवेश नमस्ते प्रतिगृह्यतां धूपमन्त्रः दीपस्तमो नाशयति दीपकान्तिं प्रयच्छति तस्मात् दीपप्रदानेन प्रीयता मे जनार्दनः दीपमन्त्रः नैवेद्यमिदमन्नाद्यं देवदेव जगत्पदे लक्ष्म्या सह गृहाणत्वं परमामृतमुत्तमं नैवेद्यमन्त्रः अर्घ्यं दद्यात्तदो भक्त्या एवं ध्यात्वा जनार्दनं फलेन चैव हस्तेन शङ्खेनादाय चोदकम् जन्मान्तरसहस्रेण यन्मया पादकं कृतं तत्सर्वं नाशमायादु प्रसादात्तव केशव इति अर्कमन्त्रः। तदकुम्भं नवं शुभ्रं कृतपूर्णं समानयेद लक्ष्मीनारायणस्याग्रे तैलपूर्णमथापि वा तस्योपरिन्यसेत्पात्रं ताम्रं मृण्मयमेव च नवतन्तुसमां वर्तिं तस्मिन् पात्रे तु निर्वपेत तदः प्रबोधयेद्दीपं स्थाप्य कुम्भं सुनिश्चलं पुष्पगन्धादिभिः पूज्य ततः सङ्कल्पयेच्छुजिः मन्त्रेणानेन देवर्षे असमीरेषु धामसु कामो भूतस्य भव्यस्य सम्राडेको विराजते दीपसंवत्सरं यावत् मयायं परिकल्पितः अग्निहोत्रमविच्छिन्नं प्रीयदां मम केशव अदो जितेन्द्रियो भूत्वा श्रुतिज्ञानपरायणः नालपेत्पतितान् पापांस्तथा पाखण्डिनो नरान् रात्रौ जागरणं गीतं नृत्यवाद्यादिकैस्तथा पुण्यपाठैश्च विविधैर्धर्माख्यानैरुपोषणैः तदप्रभातसमये कृतपूर्वाह्णिकक्रियः ब्राह्मणान् भोजयेद्भक्त्या यथाशक्त्या प्रपूजयेत् स्वयं च पारणं कृत्वा प्रणिपत्य विसर्जयेत् एवं संवत्सरं यावदहोरात्रं दृढव्रतः दीपं फलसुवर्णेन तदर्थार्धेन वा पुनः वर्तिस्तु राजदि प्रोक्ता द्विपलार्थार्थिकापि वा कृतपूर्णं तथा कुम्भं ताम्रपात्रसमन्वितं लक्ष्मीनारायणो देवो यथाशक्त्या हिरण्मयः कार्यो भक्तिमदा पुंसा मुक्तिद्वारमभीप्सदा ततो निमन्त्रयेद्विद्वान् ब्रह्मणान् साधुसत्तमान् द्वादशोत्तमपक्षे दु विप्रान् षण्मध्यमे तथा अन्यथा कारयेत्तीन्वा एकं कर्मकरं द्विजं सपत्नीकं द्विजं शान्तं क्रियावन्तं विशेषतः इतिहासपुराणज्ञं धर्मज्ञं मृदुमेव च पितृभक्तं गुरुपरं देवब्राह्मणपूजकं पादार्कदानविधिना वस्त्रालङ्कारभूषणैः सम्पूज्य पत्न्या सहितमेकं भक्त्या च पूर्ववत् लक्ष्मीनारायणं देवं दीपवर्तियुतं तथा ताम्रपात्रो परिस्थाप्य कृतकुम्भेन संयुतं ब्राह्मणाय ततो दध्याध्यात्वा नारायणं परं मन्त्रेणानेन देवर्षे तमहं कथयामि ते अविद्या तमसा व्याप्ते संसारे पापनाशनः ज्ञानप्रदो मोक्षदश्च तस्माद्दत्तो मया नख इति दीपमन्त्रः दक्षिणाञ्च यथाशक्रिया दत्त्वा विप्राय भक्तितः भोजयेद्ब्राह्मणान् पश्चात् कृतपायसमोदकैः वस्त्रैराच्छादयेत्पश्चात् सपत्नीकं तथा द्विजं शय्यां सोपस्करां दद्याद्धेनुं चैव सवत्सकां तेभ्यस्तु दक्षिणां दद्याद्यथा वित्तानुसारतः सुहृत्स्वजनबन्धूश्च भोजयेत् पूजयेत्तथा एवं महोत्सवं कुर्याद्दीपव्रतसमापने ततो विसर्जयेत्पश्चात् प्रणिपत्यक्षमापयेद् एवं कृते तु यत्पुण्यं तथा साङ्क्रान्तिकैश्च यद् संवत्सराख्यदीपस्य तद्फलं प्राप्यते नरैः मासव्रतैश्च यत्पुण्यं तत्पुण्यं प्राप्यते नरैः संवत्सरस्य दीपस्य व्रतेन चरितेन च दानव्रतैर्यथा सङ्ख्यैर्यश्च योगव्रतैस्तथा तद्फलं समवाप्नोति दीपे सांवत्सरे कृते गोभूहिरण्यदानानि गृहादीनां विशेषतः यद्फलं लभते विद्वान् तद्फलं दीपदो भवेत् दीपदकान्तिमाप्नोति दीपदो धनमक्षयम् दीपदो ज्ञानमाप्नोति दीपदः परमं सुखं दीपदाना च सौभाग्यं विद्यामत्यन्तनिर्मलाम् आरोग्यं परमामृद्धिं लभते नात्र संशयः दीपदः सुभगां भार्यां सर्वलक्षणसंयुतां पुत्रान् पौत्रान् प्रपौत्रांश्च सन्ततिं चाक्षया लभेद ब्राह्मणपरमं ज्ञानं क्षत्रियो राज्यमुत्तमं वैश्योधनपशून् सर्वान् शूद्रसुखमवाप्नुयाद कुमारी चाभिभर्तारं सर्वलक्षणसंयुधं प्राप्नोति परमायुश्च पुत्रान् पौत्रांश्च पुष्कलान् वैधव्यं नैव युवती कदाचिदपि पश्यति न वियोगमवाप्नोति दीपदानप्रभावदः नाधयो व्याधयश्चैव जायन्ते दीपदानदः भयात् प्रमुच्यते भीदो बद्धो मुच्येद बन्धनाद् ब्रह्महत्यादिभिः पापैर्दीपव्रतपरायणः मुच्यते नात्र सन्देहो ब्रह्मणो वचनं यथा चान्द्रायणानि कृच्छ्राणि चरितानि न संशयः येन सांवत्सरो दीपो बोधिदशाश्वतो हरेः ते धन्यास्ते महात्मानस्तैः प्राप्तं जन्मनः फलम् यैः सम्पूज्य हरिं भक्र्या दीपः सांवत्सरः कृतः येभिः संवर्तयन्तीह दीपवर्तिविलोकनाः ते यान्ति परमं स्थानं यत्सुरैरपि दुर्लभं येन तैलं च वर्तिं च यथा शक्रिया प्रदीपके प्रक्षेपयन्ति सततं ते यान्ति परमां गतिं गच्छं तं दीपकं शान्तिं न शक्नोति प्रबोधितुं कथयत्यन्यलोकानां तेऽपि तत्फलभागिनः स्तोकं स्तोकं च भिक्षित्वा तैलं दीपार्थमेव च करोति दीपकं विष्णोः पुण्यं तेनापि लभ्यते दीपं प्रज्वाल्यमानं तु यः पश्यत्यधमो नरः कृताञ्जलिपुडो विष्णोर्विष्णु लोकमवाप्नुयाद दीपप्रज्वालने बुद्धिं यो दद्यात् कुरुदे स्वयं सर्वपापविनिर्मुक्तो विष्णु लोकमवाप्नुयाद अत्राप्युदाहरन्तीममितिहासं पुरातनं यस्य श्रवणमात्रेण मुच्यते सर्वकिल्बिषैः सरस्वत्यास्तडे रम्ये सिद्धाश्रम इति श्रुतः तत्रो वासद्विजपूर्वं कपिलो नाम वेदवित् प्रतोपवासनिरदो दरिद्रश्रोत्रियस्तथा भिक्षावृत्त्या च कुरुते कुटुम्बपरिपालनम् प्रतोपवासनियमैर्विष्णुमाराध्ययत्यसौ विष्णुं सम्पूज्य विधिवद्दीपं बोधयते सदा समादाय च तत्तैलं स्वगृहे पूज्यकेशवम् दीपं भक्त्या च परया बोधये धरितुष्टये एवं प्रवर्तमानस्य कपिलस्य महात्मनः मार्जारस्तीक्ष्णदंष्ट्रस्तु मूषकान् भक्षयेत् सदा तत्रागच्छति भक्ष्यार्थं मूषकानामहर्निशम् कृत्वा ध्यानं स भक्ष्यार्थं नित्यं नारायणाग्रतः भक्षिता बहवस्तेन मूषकाद्विजवेश्मनि ये तैलार्थमायान्दिवर्त्यपाहरणाय च तांस्तांस्तु भक्षयत्येव मूषकान्ध्यानतत्परः एवं प्रवृत्तमानस्य कदाचित् कालपर्ययाद एकादश्यां स कपिलो ब्राह्मणस्वगृहे शुचिः सोपवाससपत्नीकः पूजयामास चाच्युतं तदो जागरणं चक्रे स्तुतिनृत्यपरायणः अर्धरात्रे तु सम्प्राप्ते निद्रया मोहितो द्विजः मार्जारश्चागतस्तत्र तीक्ष्णदंष्ट्रो लघुक्रमः लक्षयामास नैवेद्यं गृहकोणे स्थितः सदा अद्राक्षीन्मूषिकां क्षुद्रा तैलपानार्थमागताम् मन्दतेजसि दीपेदु वर्त्यापहरणोचितां समुत्पत्त्य पदाक्रम्य तदा सा बिलमाविशद तस्याः पादेन वै वर्त्या दीपसम्बोधितो भृशं तैलपात्रं च नमिदं सुप्रकाशो भवत्तदा ब्राह्मणोऽपि जजागार त्यक्त्वा निद्रां विमोहिनीं मार्जारोऽपि च तां रात्रिमजाग्रच्चाघुभक्षकः ततः प्रभाते विमले कृत्वा नित्यक्रियां द्विजः ततश्च पारणं चक्रे विप्रो बन्धुजनैः सह एवं प्रवर्तमानस्य कपिलस्य महात्मनः बभूवुः पुत्रपौत्राश्च धनधान्यमनुत्तमम् आरोग्यं परमामृद्धिमवाप महदीं श्रियं दीपव्रतप्रभावेन कपिलो मोक्षमागतः सम्भेद्यमण्डलं पुण्यं सविदुःशशिनस्तथा दीपज्योतिस्वरूपेण परमात्मा नियुक्तवान् मूषि कापि च कालेन ममार बिलमध्यतः विमानवरमासाद्य विष्णुलोकं जगामसा मार्जारोऽपि च कालां ते मृदस्वर्गं जगामसः विमानवरमारुह्य देवगन्धर्वसेवितम् अप्सरोभिः परिवृदो विद्याधरगणैर्युतः स्तूयमानो महातेजा जयशब्दादिमङ्गलैः स्तूयमानस वैनागैर्विष्णुलोकं जगामसः कल्पकोटिसहस्राणि कल्पकोटिशतानि च भुक्त्वा च विपुलान् भोगान् ततो राजाभवद्भुवि सुधर्मा नाम धर्मात्मा देवब्राह्मणपूजकः रूपवान् सुभगश्चैव महाबलपराक्रमः तस्य प्रियतमा भार्या सर्वलक्षणसंयुधा भर्तृभक्ता तथा शीला नाम्ना सा रूपसुन्दरी सर्वासां चैव नारीणां मध्ये सा सुभगाभवत् पुत्राश्च बहवो जातास्तदा दुहितरो घनाः एवं विहरतोस्तद्वद्दम्पत्योः प्रीतिपूर्वकम् आगतः कार्तिको मासो हरिनेत्रावबोधकृत तस्मिन् दीपाः प्रबोध्यन्ते नारायणपरायणैः कृच्छ्रचान्द्रायणादीनि व्रतानि नियमास्तथा क्रियन्ते विष्णुभक्तैश्च संसारभयभीरुभिः अथ प्रबोधिनीं प्राप्य राजा राज्ञीमधाब्रवीत् भद्रे प्रबोधिनी पुण्या विष्णोर्नाभिसरोरुहे करिष्याम्यद्य पूजां च सोपवासो जितेन्द्रियः स्नात्वा च पुष्करे तीर्थे पुण्डरीकाक्षमच्युतं पूजयिष्यामि देवेश्यं लक्ष्म्या सह जनार्दनम् इति सा वाञ्छितं श्रुत्वा भर्तुप्रियहिते रदा उवाच वचनं गुह्यं भर्तारं चारुहासिनी रूपसुन्दर्युवाच ममापि हृदये कामसमुत्पन्नो नराधिप रूपसौन्दर्यवाञ्छा च हृदये मम वर्तते पुष्करं प्रथमं तीर्थं गन्तुमिच्छे त्वया सह ततो राजा तया सार्धमागतपुष्करं तदा हस्त्यश्वरथवृन्दैश्च समागत्य पुरोहितैः तत स्नात्वा तदा ध्यायन् तर्पयन् पितृदेवताः पूजयामास देवेशं पुण्डरीकाक्षमच्युतं दीपमालाकुले तत्र सर्वदः सुमनोहरे ददर्श लिखितं तत्र मार्जारं देवतालये तं दृष्ट्वा प्राकृतं कर्म जन्म स्मृत्वा नृपस्तदा मुखपङ्कजमालोक्य प्रियाय प्रजहास च रूपसुन्दर्युवाच मम सन्मुखमालोक्य भर्त किं स्मितकारणम् कथयामास हृष्टात्मा प्राक्तनं कर्मण फलं राजोवाच अहमासं पुरा देवि मार्जारो ब्राह्मणालये भक्षितामूषकास्तत्र मया शतसहस्रशः ततो नारायणस्याग्रे दीपसंरक्षितो यतः व्याजेनापि मया देवि प्राप्तं तत्कर्मणः फलं विष्णुलोकमनुप्राप्य राज्यं प्राप्तं मयाधुना रूपसुन्दर्युवाच ममापि स्मरणं जातं प्राकृतस्य जन्मनः मूषिकाच्चाहमप्यासं क्षुद्रा ब्राह्मणवेश्मनि कार्तिके च प्रबोधिन्यां मन्दीभूते च दीपके वार्त्यग्राहरणार्थाय निर्गताहं तदा बिलाद दृष्ट्वा नारायणं देवं पूजितं कुसुमैस्तथा निद्राभिभूतं विप्रं च वर्धिकृष्ठा मया तदा उद्धितस्त्वं यदा तत्र मां गृहीतुं कृतक्षणः दृष्ट्वा त्वं च प्रणष्टाहं प्रविष्टा बिलमध्यतः विशन्त्या मम पादेन दीपवर्तिर्विजृम्भिता तैलपात्रं च नमितं तेनाहं सुखभागिनी तन्मया राजराजेन्द्रदीपं चैव प्रकाशितम् इदानीं च मया प्राप्तं रूपलावण्यमुत्तमम् त्वं च भर्ता तथा राज्यं पुत्राश्चैवं विधं सुखं दीपप्रबोधनाज्जातं ज्ञानमत्यन्तदुर्लभम् तस्मात् सर्वप्रयत्नेन दीपव्रतमनुत्तमम् आवां हि परया भक्त्या कुर्वश्चैव विशेषतः तदेतत्कर्मणः प्राप्तं फलं राज्यादिसम्पदः पूर्वजन्मस्मृतं चापि सर्वपापक्षयस्तथा तस्मात् सर्वप्रयत्नेन विधिमन्त्रादिपूर्वकम् दीपव्रतं कृतं पुंभिः पुण्यं चन्द्रार्कतारकम् इति श्रुत्वा वचो राजा चक्रे दीपव्रतं तदा प्रियया सह देवर्षे सम्यक् श्रद्धा समन्वितः तस्मिंस्तु पुष्करे तीर्थे कृत्वा दीपव्रतं तु तौ अवापदुः परां मुक्तिं देवदानवदुर्लभम् एतद्दीपस्य माहात्म्यं ये शृण्वन्ति नरा भुवि सर्वपापविनिर्मुक्ताः प्रयान्ति हरिमन्दिरम् ये च कुर्वन्ति पुरुषा स्त्रियो वा भक्तितत्पराः ते सर्वे पापनिर्मुक्ता यान्ति ब्रह्मसनातनम् दीपव्रतमिदं विद्वन् कथितं ते विमुक्तितं सर्वसौख्यप्रदं धन्यं महाव्रतमिदं तव नेत्ररोगा विनश्यन्ति यथा पापप्रभावजाः आधयो व्याधयः सर्वे नश्यन्ते हि कृते क्षणाद न दारिद्र्यं न शोकं च न मोहो न च विभ्रमः गृहे लक्ष्मी समायादि जन्मजन्मनि वाडव इति श्रीपाद्मे महापुराणे उत्तरखण्डे उमापतिनारदसंवादे दीपव्रतमाहात्म्यं नाम त्रिंशोऽध्यायः ॐ